नमस्सर्वेभ्यः, अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति भुवादिगणः, तत्र अभ्यासः प्रचलन् अस्ति। तत्र अस्माभिः मातुः पाणिनीयधातुपाठे इति पुस्तकात् पठन्तः, तत्र वयं पठन्तः स्मः। तत्र अस्माभिः तत्र कुतः पर्यन्तं प्राप्तम् इति चेत्, तत्र इषुगम्यमांशः इति सूत्र पर्यन्तं प्राप्तं खलु, ततः अग्रे पाग्राद्मा सा मान् इति ततः आरभ्य अद्य द्रष्टव्यम्। अधुना श्रूयते वा मम ध्वनिः? आं भगिनि, सम्यक्। अस्तु, तर्हि तत्र पाग्राद्मा इति इत्यतः आरम्भं कुर्मः। तत्र अरुणा भगिनी आरम्भं करोति वा? आं भगिनि, नमस्ते। पाग्राद्मा स्तां ना दान् दृशि अति सति सदा सदां पिबा जिग्रधम तिष्ठा मना यच्च पश्य उच्छा धौ सीया शिराः। पाग्राद्मा इत्यादीनां स्थाने पिब् जिग्रमा धम एते आदेशाः भवन्ति श्रुति परतः। पापाने पीना पानाकर्ण पिबा पिबति इति पद्मपुरुषे एकवचनं। ग्रा गन्धोपदाने जिग्र जिग्रति, द्मा शब्दघनि शब्दाग्नि, धम धमा धमति, ष्टा गतिनिवृत्तौ, तिष्ठा तिष्ठति, तदेव आदेशः भवति चिति प्रत्यये परे धातु पाग्रात्मा स्टा चतुर्थ धातवः चित् तर्हि तत्र भगिनी जिग्रति इत्यस्य रूपाणि वदतु, तत्र लटि जिग्रति जिग्रति जिग्रतः जिग्रन्ति जिग्रसि जिग्र जिग्रथः जिग्रथ जिग्रामि जिग्रावः जिग्रामः। समीचीनम्। अनन्तरं दम इत्यस्य तत्र विधिलिङ्ग् रूपाणि अङ्गं किम्? अङ्गं दम दम दम। तदनन्तरं दम प्रत्ययः इत् भगिनि इत् गुणसन्धिं करोतु। दमेत् दमेत् दमेतां दमे दमयन्तं दमयन्तं दमेयुः ओ दमे दमेयुः धमे दमेः दमेः दमेतां दमेथ दमेतं दमेत दमे दमेतः दमेथां दमे ओ तं तं तम् एव दमेतां दमेता इयम् इव इमा ओके दमेयं दमेव दमे इमा समीचीनम्। इत्युक्ते विधिलिङ्ग् सर्वत्र परस्मैपदे भवतु आत्मनेपदे भवतु गुणसन्धिः भवति इति स्मर्तव्यं, तावदेव। तत्र सर्वत्र ए इति श्रूयते अदन्ताङ्गानां, क्लेशः एव नास्ति। अस्तु, बहु समीचीनं, धन्यवादः। तर्हि इदानीम् अग्रे वंसि भगिनि समवप्रविभ्यः स्तः। आं भगिनि, समवप्रविभ्यः स्वः सम् अवप्रवि सः क्षम्यतां न दृश्यते सम समवप्रविभ्यः स्तः सम् अवप्रवि इत्येवं पूर्वात् तिष्ठत् एत तिष्ठतेरात्मनेपदम् तिष्ठतेः आत्मनेपदं तिष्ठतेः आत्मनेपदं भवति तिष्ठतेः आत्मने ओ अस्मिन् अर्थे भवति संतिष्ठते सम्यक् स्थित स्थित् होना स्थित होना अवतिष्ठते अवस्थित् होना प्रतिष्ठते प्रस्थान करता है विष्ठते विशेष रूप में स्थित होता है अस्तु तत्र सम अव प्र प्र इति उपसर्गः अस्ति न भगिनि तत्र प्रवि प्र किमर्थम् उक्तं तत्र प्र इति उपसर्गः अव प्रवि इति क्षम्यताम् एते चत्वारः उपसर्गाः यदि तिष्ठेत् न स्थः स्थ इत्यस्य पूर्वात् भवन्ति तेषां तत्र आत्मनेपदिरूपं भवति इति चिन्तयामि तिष्ठेत् आत्मनेपदं भवति हा समीचीनम् अतः तत्र संतिष्ठते इति भवति अवतिष्ठते भवति प्रतिष्ठते अपि च वितिष्ठते इति रूपाणि भवन्ति अत्र संतिष्ठते इत्यस्य लति रूपाणि संतिष्ठते संतिष्ठते संतिष्ठेते संतिष्ठन्ते संतिष्यसे न अङ्गं किं संतिष्ठ इति भवति न भगिनि संतिष्ठते संतिष्ठेते संतिष्ठन्ते संतिष्ठसे संतिष्ठेथे संतिष्ठद्वे संतिष्ठे संतिष्ठावहे संतिष्ठामहे विधिलिङ्ग रूपाणि संतिष्ठेत संतिष्ठे संतिष्ठेयातां संतिष्ठेरन् संतिष्ठेताः संतिष्ठेत्थां संतिष्ठेयाथां संतिष्ठे त्वं संतिष्ठेय संतिष्ठेव क्षम्यतां संतिष्ठेय संतिष्ठे वहि संतिष्ठे महि समीचीनं भवति क्षम्यतां किञ्चित् मध्ये तत्र प्रत्ययः मनसि भवन्ति चेत् झटिति वक्तव्यम् इत्युक्ते प्रत्ययः मनसि भवेत् तत् परन्तु मनसि तत्र योजनं किञ्चित् क्लेशः यदि पुस्तके लिखामि तत्र झटिति लिखितुं शक्यते अङ्गं किम् इति जानीमः चेत् झटिति भवति खलु अङ्गं किम् इति मनसि भवेत् संतिष्ठ इति अङ्गम् इति मनसि अस्ति चेत् तदानीं प्रत्ययस्य योजनं तावदेव खलु अस्तु इदानीं तत्र मीना भगिनी लङ्गि वदतु संतिष्ठते इत्यस्य लङ्गि ओ लङ्गि संतिष्ठत अङ्गं वा असन्तिष्ठत एकवारं चिन्तयतु तत्र कथं तत्र अनागमः भवति प्रथमम् अतिष्ठत समतिष्ठत अतिष्ठ इति अङ्गं किल अतिष्ठ अडागमं योजयित्वा वदतु अङ्गं किम् अतिष्ठत अतिष्ठेताम् अतिष्ठन्त समतिष्ठत समतिष्ठेताम् समतिष्ठन्त समतिष्ठताः समतिष्ठेतां समतिष्ठद्वं समतिष्ठे समतिष्ठावहि समतिष्ठामहि एकवचने किम् उत्तमपुरुषे एकवचनं समतिष्ठे समतिष्ठाप्रयोगैः समतिष्ठे समतिष्ठावहि समतिष्ठामहि समीचीनं पुनः एकवारं वदतु समतिष्ठत समतिष्ठेतां समतिष्ठन्त समतिष्ठताः समतिष्ठेतां तमतिष्ठद्वं समतिष्ठे समतिष्ठावहि समतिष्ठामहि समीचीनं बहु समीचीनम् अत्र किं स्मर्तव्यमिति चेत् उपसर्गस्य अनन्तरं तत्र अडागमः अङ्गस्य अडागमः तर्हि अङ्गं किम् इति चेत् उपसर्गं योजयित्वा अङ्गं नास्ति अङ्गमस्ति तिष्ठ इति अङ्गं तत्र सा धातोः स्थाने तिष्ठ इति आदेशः भूत्वा तिष्ठयोगः शप् तिष्ठ इति अङ्गं तिष्ठ इति अङ्गम् इदानीम् अडागमः भवति अङ्गस्य अडागमः तर्हि अतिष्ठ इति अङ्गम् इदानीं तत्र उपसर्गं योजयामः. संयोगः अतिष्ट, संयोगः अतिष्ट, समतिष्ट. समतिष्ठ इति अङ्गमस्ति. समतिष्ठ इदानीं प्रत्ययस्य योजनं सर्वत्र. समतिष्ठत, समतिष्ठेतां, समतिष्ठन्त इति एवं तत्र रूपाणि भवन्ति. अस्तु, इदानीं तत्र कः विजयलक्ष्मी भगिनी अत्र प्रतिष्ठते इत्यस्य लङ्गीरूपाणि वदन्तु, रूपाणि वदतु. प्रतिष्ठते लङ्गि वा भगिनि? लङ्गि, लङ्गि. प्रातिष्ठत, प्रातिष्ठेतां, प्रातिष्ठ. एकक्षणं एव प्रतिपादयतु कथमस्ति इति एकवारं प्रतिपादयतु. प्र इति उपसर्गः. प्र इत्यस्य अङ्गस्य पुरतः यदा आडागमः आयाति तदा प्र सेपरेट् कृत्वा अनन्तरम् अतिष्ठत इति भवति. प्र अतिष्ठत योजनेन प्रा इति भवति. प्रातिष्ठत, प्रातिष्ठेतां, प्रातिष्ठन्त, प्रातिष्ठथाः, प्रातिष्ठेथां, प्रातिष्ठध्वं, प्रातिष्ठे, प्रातिष्ठावहि, प्रातिष्ठामहि. समीचीनं, समीचीनम् इति अस्ति. अस्तु, इदानीं तत्र विधिलिङ्गि अपि वदतु. प्रतिष्ठते इति अस्ति. प्रतिष्ठेत, प्रतिष्ठेयातां, प्रतिष्ठेरन्. प्रतिष्ठेथाः, प्रतिष्ठेयाथां, प्रतिष्ठेध्वं. प्रतिष्ठेय, प्रतिष्ठेवहि, प्रतिष्ठेमहि. समीचीनं, समीचीनं. तर्हि इदानीं धन्यवादः भगिनी. इदानीं अवतिष्ठते इत्यस्य उमा भगिनी लङ्गी वदतु. पुनरेव वदतु भगिनी. अव उपसर्गपूर्वकः साधातु. ओके, ओके. लङ्गि अवतिष्ठते. लङ्गीरूपम् अव प्लस् अतिष्ठत, अवातिष्ठत. ओके, अवातिष्ठत, अवातिष्ठेयाताम्, अवातिष्ठेरन्, अवातिष्ठेथाः, अवातिष्ठेयाताम्. एकक्षणम्, एकक्षणम्, एकक्षणं. तत्र लङ्गीरूपाणि, लङ्गीरूपाणि. ओके, ओके. अलभत, अलभेताम्, अलभन्त. ओके, अवातिष्ठत, अवातिष्ठेताम्, अवातिष्ठन्त, अवातिष्ठेताः, अवातिष्ठेयाथाम्, अवातिष्ठध्वम्. न न, अवातिष्ठेताः इति किमर्थम् उक्तम्? अवातिष्ठ. एकवारम् आरम्भतः वदतु, मन्दमन्दं वदतु, आरम्भतः. ओके, ओके, ओके. अवातिष्ठत, अवातिष्ठेताम्, अवातिष्ठन्, अवातिष्ठताः, अवातिष्ठ. बहुवचने किमस्ति? अवातिष्ठन्. सारि, अलभन्त, अवातिष्ठन्, अलभत, अलभतम्, अलभन्त, अवातिष्ठन्त. सारि, सारि. अवातिष्ठत, अवातिष्ठेताम्, अवातिष्ठन्त, अवातिष्ठे, अवातिष्ठताः, अवातिष्ठ, अवातिष्ठताः, अवातिष्ठताम्, अवातिष्ठध्वं. न न, अत्र अत्र केवलं द्विवचने एव ईकारः अस्ति. ईताम् अनन्तरं किमस्ति? ईताम् ध्वम् ईथाम् इति अस्ति खलु. ताः इथां ध्वम्, ताः इथां ध्वम्. अवातिष्ठताः, अवातिष्ठेथाम्, अवातिष्ठध्वम्, अवातिष्ठे, अवातिष्ठावहि, अवातिष्ठामहि. पुनः एकवारं सम्पूर्णतया वदतु. ओके, अवातिष्ठत, अवातिष्ठे, अवातिष्ठताम्, अवातिष्ठन्त, द्विवचने एकारः एकारः श्रूयते एकारः तत्र ईकारः अस्ति खलु अलभत अलभेताम् ओके अवातिष्ठत अवातिष्ठेताम् अवातिष्ठन्त अवातिष्ठथाः अवातिष्ठेथाम् अवातिष्ठध्वम् अवातिष्ठे अवातिष्ठावहे अवातिष्ठामहे समीचीनं समीचीनं समीचीनं तत्र अस्माकं किमर्थं तत्र भ्रमः इति चेत् इदानीमपि भवती लभते लभेते इति तथा वदति लभेताम् इति वस्तुतः तथा न चिन्तनीयम् तथा न चिन्तनीयं तत्र प्रत्ययः कः इत्येव मनसि भवेत् इदानीम् अङ्गं किं प्रत्ययः कः अवातिष्ठ इति अङ्गम् उपसर्गमपि योजयित्वा अहं वदामि वस्तुतः अङ्गं तु अतिष्ठ इति एव उपसर्गं योजयित्वा अवातिष्ठ अहं लिटल् बिट् कन्फ्यूस्ड् सो मै डेस्क्टाप् इस् नाट् वर्किङ्ग् सो ऐ ट्रैड् इन् सेल् ऐ नो सम् ऐ एम् स्ट्रग्लिङ्ग् प्राब्लम् नास्ति चिन्ता नास्ति चिन्ता तत्र एकवारं सारि अवातिष्ठ इति अस्ति खलु अवातिष्ठ इति अङ्गम् इदानीं सिद्धप्रत्ययः कः अवातिष्ठयोगः त अवातिष्ठत् अवातिष्ठयोगः इताम् तत्र गुणसन्धिः भूत्वा अवातिष्ठेताम् अवातिष्ठयोगः आत्मनेपदी आत्मनेपदी अवातिष्ठत अवातिष्ठेताम् अवातिष्ठन् अवातिष्ठथा न न अवातिष्ठन् इति नास्ति अवातिष्ठन्त बहुवचने ओ बहुवचन ऐ मेक् मिस्टेक् ओके ओके ओके अवातिष्ठत अवातिष्ठेताम् अवातिष्ठन्त अवातिष्ठथाः अवातिष्ठेताम् अवातिष्ठध्वम् अवातिष्ठे अवातिष्ठावहे अवातिष्ठामहे न हा समीचीनं भवती उक्तवती इदानीम् शृणोतु एकवारं शृणोतु अवातिष्ठ यदि अवातिष्ठ इति अङ्गं सिद्धं तदानीं केवलं प्रत्ययस्य योजनं तत्र प्रत्ययः कः इत्येव मनसि भवेत् त इति प्रत्ययः अस्ति चेत् अवातिष्ठत इताम् इति अस्ति चेत् तत्र गुणसन्धिः भूत्वा अवातिष्ठेताम् अन्त अस्ति चेत् अवातिष्ठन्त एवं रीत्या अभ्यासः भवति चेत् विस्मरणं कदाचिदपि न भवति अवातिष्ठयोगः ताः अवातिष्ठताः अवातिष्ठयोगः इताम् अवातिष्ठेथाम् अनन्तरम् अवातिष्ठयोगः द्वम् अवातिष्ठद्वम् अवातिष्ठयोगः इ अवातिष्ठे गुणसन्धिः अवातिष्ठयोगः वहि तत्र दीर्घत्वम् अवातिष्ठावहि अवातिष्ठामहि इति एवं रीत्या तत्र अभ्यासः भवति चेत् विस्मरणं कदाचित् अपि न भवति भगिनी एतादृशं वदामः चेत् दोषः न भवति यदि मनसि योजनं कुर्मः तत्रैव क्रमः जातः एतादृशम् इत्युक्ते किमर्थं झटिति वक्तव्यम् इति अहं वदामि इति चेत् यदा तत्र सम्भाषणं भवति तदानीम् एवं भवती करोति वा अवातिष्ठयोगः ईताम् अवातिष्ठेत् इति तथा करोति वा न खलु झटिति भवेत् खलु तत्र अभ्यासः तादृशः भवेत् येन रूपं झटिति मनसि आगच्छेत् खलु तदेव अस्माकं लक्ष्यं वा सम्भाषणे एतेषाम् आनयनं कथम् इत्येव विषयः इत्युक्ते बहुवारं तत्र रूपं किमिति वयं जानीमः परन्तु सम्भाषणे कथं तस्य आनयनम् इत्येव प्रश्नः तर्हि तत्र इदानीं तत्र मन्दं मन्दम् अवतिष्ठति एवमेवं योजयित्वा वदामः चेत् तत्र सम्भाषणे न आयाति सम्भाषणे कथम् आगच्छति इति चेत् झटिति तदर्थं तत्र कुत्र कुत्र दीर्घत्वं कुत्र कुत्र सन्धिः कुत्र गुणसन्धिः इति मनसि तत्र भवेत् तदर्थमेव एतादृश अभ्यासः अस्तु तर्हि इदानीम् अग्रिमसूत्रं प्रति गच्छामः तत्र मीना भगिनी अग्रिमं सूत्रं पठति वा प्रकाशनस्तेयाख्यो आख्ययोश्च स्वाभिप्राय कथनं प्रकाशनं स्तेयस्याख्या स्तेयाख्याः तिष्ठन्ति अस्मिन् अस्मिन्निधि स्तेयः विवादपदनिर्णेता प्रकाशने स्तेयाख्यायां च तिष्ठतेः आत्मनेपदं भवति प्रकाशते स्थेयाख्यायां च स्थेय इत्युक्ते किं भगिनि एकवारं पठतु अनन्तरं पश्यामः तिष्ठतेः आत्मनेपदं भवति प्रकाशते तावत् विद्या तिष्ठते छात्राय विद्या छात्र को अपना स्वरूप प्रकाशित हिन्दी न जानामि स्थेयाख्यायां त्वयि तिष्ठते निर्णायक हिन्दी न जानाति परन्तु पठितुं तु शक्नोति खलु विद्या छात्र को अपना स्वरूप प्रकाशित कर्ती है स्थेयाख्यायां त्वयि तिष्ठते निर्णायक के रूप में तुम्हारे ऊपर आश्रित है मयि तिष्ठते निर्णायक के रूप में मेरे ऊपर आश्रित है हिंदी भ्रम भवति भूमि संशय कर्णादिषु तिष्ठते यः सूत्रं किं प्रकाशनस्थेय आख्ययोश्च प्रकाशनस्थेय आख्ययोस्तः आत्मने पदम् इति प्रकाशनं नाम स्वस्य अभिप्रायस्य कथनं मम अभिप्रायः कः इति कथनमेव स्व तत्र प्रकाशनं स्थेयाख्या इत्युक्ते स्थेयाख्या इति तत्र सा धातोः तत्र स्थेयस्य आख्या स्थेयाख्या तिष्ठति अस्मिन् इति स्थेयः तिष्ठति अस्मिन् इति स्थेयः स्थेयाख्या इत्युक्ते स्थेयस्य आख्या स्थेयाख्या तर्हि इदानीं तत्र उदाहरणं पश्यामः तदानीं स्पष्टं भवति इत्युक्ते विवादपदनिर्णेता स्थेयाख्यः इत्युक्ते कः इति चेत् तिष्ठति अस्मिन् इति स्थेयः विवादपदनिर्णेता इत्युक्ते तत्र स्थेयाख्यः नाम यः यत्र विवादः अस्ति हूस् अ मीडियेटर् सः स्थेयाख्यः मीडियेटर् तर्हि प्रकाशने इत्यस्मिन् अर्थे अथवा स्थेयाख्यः इत्यस्मिन् अर्थे तिष्ठतेः आत्मनेपदं भवति तर्हि तत्र उदाहरणं किम् उक्तम् इति चेत् प्रकाशने तावत् विद्या तिष्ठते छात्राय इति उक्तं विद्या तिष्ठते छात्राय इत्युक्ते विद्या छात्रको अपना स्वरूप प्रकाशित कर्ता है इति उदाहरणमस्ति तत्र किम् अस्ति तत्र विद्या स्व अभिप्रायं प्रकाशयति इत्युक्ते विद्या बिकम्स् विजिबल् टु द छात्रा अस्माकमपि तादृश अनुभवः अस्ति खलु एकवारं यदा पठामः तदानीम् अवगमनं सम्यक् न भवति द्वितीयवारं यदा पठामः तदानीम् इतोपि स्पष्टता भवति खलु तर्हि तृतीयवारं पठामः चेत् तदानीम् इतोपि स्पष्टता भवति तदानीं पञ्चमवारं पठामः चेत् तत्र बहु स्पष्टं भवति तदानीं वयं किं वदामः विद्या छात्राय तिष्ठते तत्र स्वयं प्रकाशित भवति त्वयि तिष्ठते उदाहरणम् अवगतं खलु तत्र तिष्ठते इति आत्मनेपदरूपं किमर्थम् आत्मनेपदरूपं तत्र प्रयुक्तम् इति चेत् तत्र प्रकाशनम् इत्यस्मिन् अर्थे अस्ति स्वाभिप्रायप्रकाशनम् इत्युक्ते विद्यायाः यः वास्तविकः अर्थः अस्ति तस्य प्रकाशनं भवति छात्राय इति कृत्वा तत्र तिष्ठते इति आत्मनेपदरूपं प्रयुक्तम् इदानीं स्थेयाख्यायाम् इत्यस्य उदाहरणं त्वयि तिष्ठते निर्णायके रूप में तुमारे ऊपर आश्रित है इत्युक्ते तत्र अथवा तत्र जायापत्ये तिष्ठते इति एक उदाहरणमस्ति अथवा त्वयि तिष्ठते इति अन्यत् उदाहरणमस्ति सो त्वयि तिष्ठते इत्युक्ते कश्चन इस् डिपेण्डिङ्ग् आन् दि अदर् पर्सन् फार् मीडियेशन् फार् सेटिल्मेण्ट् त्वयि तिष्ठते त्वयि इति तत्र विभक्तिः का तत्र त्वयि इत्यस्य सप्तमी किल सप्तमी त्वयि तिष्ठते मीन्स् इस् डिपेण्डिङ्ग् आन् यू फार् मीडियेशन् त्वयि तिष्ठते अनन्तरं जायापत्ये तिष्ठते मीन्स् तत्र किमुक्तमिति चेत् पत्नी तत्र स्वस्य इच्छां प्रकटीकरोति. अनन्तरम् अन्यत् उदाहरणं संशयः संशयकरणादिषु तिष्ठते यः तत्र तु किमुक्तमिति चेत् हू वेन् हीस् इन् डौट् हेज़् अ रिकोर्स् टु कर्ण एस् इस् जड्ज् आर् एम्पायर् अम्पायर् संशये कर्णादिषु तिष्ठते इत्युक्ते हि इस् डिपेण्डिङ्ग् आन् कर्ण फार् निर्णय. अत्र तु ते आख्यायः इति ते आख्या इत्यस्मिन् अर्थे प्रयुक्तम् इत्युक्ते डिपेण्डिङ्ग् आन् सम्बडि फार् मीडियेशन् इत्यस्मिन् अर्थे तादृश अर्थद्वये आत्मनेपदत्वं भवति. अस्तु अग्रे तर्हि तत्र अग्रिममस्ति विजयलक्ष्मी भगिनी अग्रिमं पठतु. संशय्य इति ल्यबन्तं वा भगिनि लेबन्तं धातुः कः तत्र षीधातु वा न जाने शीङ् धातुः संशय्य इति तत्र प्रायः शीङ् धातुः एव शीङ् धातु शयने इति वा शीङ् शयने स्वपिति शयने तद्वा हा स्वपिति शयने इति एव परन्तु संशय्य इति प्रायः निजन्तरूपमस्ति वा इति मम निजन्तरूपमस्ति वा तत्र ल्यबन्तपि कृदन्त एव न न कृदन्तं न निजन्तं निजन्तमस्ति वा इति मम मनसि संशयः सम् इत्युक्ते तत्र कर्मणि प्रयोगरूपं किम् अस्ति शयि धातोः शीङ् धातोः कर्मणि प्रयोगरूपं किम् अस्ति न न न शीयते नास्ति शय्यते शय्यते अयङ्गीकृति इति एकं सूत्रमस्ति तेन सूत्रेण तत्र अयङादेशः भवति शी धातोः अयङादेशः भवति तर्हि अत्रापि शीङ् धातोः किं महोदय संयोगः शीयोगः ल्यप् ल्यप् प्रत्ययः अस्ति साक्षात् लेप् तत्र लेप् पत्रे लेप् इति अस्ति वा लेप् अस्ति चेत् तत्र लेप् तु किमिति नास्ति खलु लेपि कित् नास्ति खलु अर्थे एव अस्ति संशय्य लेबन्त इति भासते सम् अस्ति कृत्वा सम् अस्ति इति कृत्वा ल्यबन्तं परन्तु प्रश्नः इति चेत् ओ ल्यब् हा हा त्वा प्रत्ययः कित् अस्ति इति कृत्वा ल्यप् अपि कित् इति कृत्वा तत्र भवति हा समीचीनं ल्यप् ल्यप् एव हा तत्र किम् अस्ति इति चेत् सम उपसर्गपूर्वकः शी धातुः योगः त्वा प्रत्ययः तस्य स्थाने ल्यप् आदेशः तर्हि इदानीम् अयङ्गीक्निति इति सूत्रेण शीङ् इत्यत्र इकारस्य अयङ् इति आदेशः अतः शै इति भवति शै योगः य शय्य संशय्य समीचीनम् अस्तु तर्हि अग्रे अग्रिमं विजयलक्ष्मी भगिनी पठतु हा पठामि उदोनूर्ध्वकर्मणि कर्मशब्दः क्रियावाचि उत्पूर्वात् तिष्ठते रन् ऊर्ध्वकर्मणि वर्तमानात् आत्मनेपदं भवति उद ईहायाम् इति वक्तव्यम् उद ईहते इत्युक्ते गेस् इति वा तत्तु ऊहते उद अनूर्ध्वकर्मणि कर्मशब्दः क्रियावाचि ईहते इति प्रयत्नः ईहते इति प्रयत्नः वा चेष्टा चेष्टा उत् पूर्वात् तिष्ठते तिष्ठतेः अनूर्ध्वकर्मणि वर्तमानात् आत्मनेपदं भवति अतः उत्तिष्ठते इति भवति वा उत्तिष्ठते उत्तिष्ठते परन्तु उत्तिष्ठति इति अस्ति खलु नास्ति वा उत्तिष्ठति इत्युक्ते तत्र ऊर्ध्वगमनम् अस्ति खलु तत्र ऊर्ध्वगमनम् अस्ति उत्तिष्ठते इत्युक्ते रैज् इत्यस्मिन् अर्थे अस्ति खलु अतः ऊर्ध्वगमनम् ऊर्ध्वकर्मणि अस्ति इति कृत्वा तत्र आत्मनेपदत्वं न भवति यत्र ऊर्ध्वकर्मणि नास्ति तत्र उत्तिष्ठते इति उदाहरणं पठतु गेहे उत्तिष्ठते इति अस्ति खलु गेहे उत्तिष्ठते घर् के लिए यत्न कर्ता है प्रयत्नः इत्यस्मिन् अर्थे घर् के लिए यत्न कर्ता है कुटुम्बे उत्तिष्ठते कुटुम्ब के लिए यत्न कर्ता है अत्र उत्तिष्ठते इत्युक्ते प्रयत्नः करोति इति अर्थे वा न तु गेटप् अस्तु अस्तु ऊर्ध्वकर्म अभावात् इह न आसनात् उत्तिष्ठति ग्रामात् छतम् उत्तिष्ठति ग्रामात् छतम् उत्तिष्ठति इत्युक्ते ग्रामात् शतम् उत्तिष्ठति वाट् की अर्थः एव न अवगम्यते शतम् उत्तिष्ठति इत्युक्ते शतजनाः उत्तिष्ठन्ति इति वा न कथम् उक्तम् इति चेत् हण्ड्रेड् इस् ईल्डेड् बै दिस् विलेज् इति उक्तं हण्ड्रेड् ईल्डेड् बै दिस् ईल्डेड् बै दिस् विलेज् ईल्डेड् इत्युक्ते मनुष्यः अपि भवितुमर्हति धान्यमपि भवितुमर्हति यत्किमपि भवितुमर्हति हण्ड्रेड् इस् ओब्टेन् फ्रोम् दिस् विलेज् हण्ड्रेड् आफ् संथिङ्ग् हण्ड्रेड् आफ् संथिङ्ग् अत्र किम् उक्तमस्ति इत्युक्ते यदा प्रयत्नम् इत्यर्थे ईहायाम् इत्यर्थे उत् उपसर्गः उपयुज्यते तिष्ठते तिष्ठधातो सः तिष्ठ किं भवति भगिनि तिष्ठधातुतः आत्मनेपदप्रत्ययः विधीयते तिष्ठधातुतः सम्यक् आत्मनेपदं विधीयते अत्र आसनस्य अर्थे नास्ति प्रयत्नस्य अर्थे आसनम् इत्युक्ते ऊर्ध्वगमनम् ऊर्ध्वगमनम् इत्यर्थे आत्मनेपदं भवति न भवति ऊर्ध्वगमने न भवति आत्मनेपदं ऊर्ध्वगमने भवति अनूर्ध्वगमने भवति अनूर्ध्वगमने भवति परन्तु अत्र कर्मणि इति किमर्थम् कुत्र अनूर्ध्वकर्मणि कर्मणि इत्युक्ते क्रिया अनूर्ध्वकर्मणि इत्युक्ते क्रिया कर्मणि प्रयोगः इति नास्ति कर्मणि प्रयोगः नास्ति अनूर्ध्वकर्मणि इत्युक्ते तादृशक्रिया अनूर्ध्वक्रिया इत्युक्ते तत्र का क्रिया इति चेत् ईहायाम् इति उक्तं वार्तिकेन इत्युक्ते साक्षात् सूत्रे प्रयत्नं यदा प्रयत्नः क्रियते तदानीम् उत् उपसर्गपूर्वकः आत्मने तिष्ठधातोः अष्टाधातोः आत्मनेपदत्वं विधीयते इति वक्तव्यम् आसीत् परन्तु अनूर्ध्वकर्मणि इति उक्तं तत्र अनूर्ध्वकर्मणि कर्मणि इत्युक्ते क्रिया एक्षन् इत्यस्मिन् कर्मशब्दः एव क्रियावाची एवं वा गेहे उत्तिष्ठते गृहे कर्मशब्दः अत्र क्रियावाची अर्थे अस्ति इति वा हा इत्युक्ते अत्र कर्मशब्दः अत्र बहुषु अर्थेषु तस्य प्रयोगः भवति कर्मशब्दस्य कुत्रचित् कर्म इत्युक्ते कर्मसंज्ञा इति स्वीक्रियते, यथा तत्र कर्मणि द्वितीया इत्यत्र कर्मसंज्ञा कर्मकर्मणि कारके इति कारकः कारकम् इति भवति तत्र. कुत्रचित् कर्म इत्युक्ते तत्र कर्मार्थे कर्मार्थे इति अर्थस्य विषये भवति इति यथा भवती उक्तवती कर्मणि प्रयोगे इति तादृशं भवति. कुत्रचित् कर्म इत्युक्ते साक्षात् क्रिया इति अर्थः, अत्र कर्म इत्युक्ते क्रिया इति अर्थः तावदेव. अनूर्ध्वकर्मणि इत्युक्ते ऊर्ध्वगमनम् इत्युक्ते गेटिङ्ग् अप् रैसिङ्ग् इति ऊर्ध्वगमनम्, एनी आक्षन् आसनात् गेटप् आर् टु रैस् गेटप् आर् टु रैस् इस् ऊर्ध्वगमनं. परन्तु अत्र अनूर्ध्वगमनं यत्र क्रिया ऊर्ध्वगमनं नास्ति तादृशक्रिया यत्र भवति तत्र उत् उपसर्गपूर्वकः साधातोः आत्मनेपदीप्रत्ययः विधीयते इति उक्तं. तदर्थम् अत्र स्पष्टीकृतमस्ति वार्तिकेन ईहायाम् इति वक्तव्यम् आसीत्, न तु अनूर्ध्वकर्मणि. ईहायाम् इत्युक्ते साक्षात् यत्र प्रयत्नः अस्ति तत्र वक्तव्यम् इति उक्तमस्ति वार्तिकेन. अतः यत्र प्रयत्नः अस्ति तत्र एव भवति, अन्यत्र न भवति. स्पष्टं वा? किञ्चित् किञ्चित्. किमर्थं किञ्चित् किञ्चित्? स्पष्टमस्ति खलु? काम्प्लिकेटेड् अस्ति तत् कारणं. सूत्रे अनूर्ध्वकर्मणि इति उक्तत्वात् किञ्चित् तत्र भ्रमः भवति, परन्तु कर्मणि इत्युक्ते आक्षन् इति अर्थः. अनूर्ध्व ऊर्ध्व इत्युक्ते ऊर्ध्वगमनम् इत्युक्ते कः अर्थः? ऊर्ध्वगमनम् ऊर्ध्वगमनं तदेव तद् न भवति. उत्तिष्ठति इति सामान्यप्रयोगः अस्ति खलु. उत्तिष्ठति इत्युक्ते गेटिङ्ग् अप् इत्यस्मिन् अर्थे अस्ति, परन्तु तत्र तु परस्मैपदी एव दृश्यते, परस्मैपदीप्रत्ययः एव दृश्यते, न तु आत्मनेपदी. तर्हि तत्र ऊर्ध्वगमनम् अस्ति. यत्र तादृश ऊर्ध्वगमनं नास्ति तत्र आत्मनेपदीप्रत्ययः भवति. कुत्र इति चेत् वार्तिकेन स्पष्टम् उक्तमस्ति, केवलं प्रयत्नः इत्यस्मिन् अर्थे एव भवति, अन्यत्र न भवति. अतः प्रयत्नः अस्ति चेदेव उत्तिष्ठते इति रूपम्, अन्यत्र उत्तिष्ठति इति एव रूपम्. अतः अस्माकं मनसि किं स्थापनीयम् इति चेत् प्रयत्नः इत्यस्मिन् अर्थे साधातोः उत् उपसर्गपूर्वकः साधातोः आत्मनेपदी प्रत्ययः भवति, अतः उत्तिष्ठते इति रूपम्, अन्यत्र सर्वत्र उत्तिष्ठति इत्येव रूपम्. यतते इति गेहे प्रयते प्रयतते इति अर्थे सत्यम्. अस्तु, इदानीम् अग्रे विनय महोदय अग्रे पठति वा भगिनि? विषयान्तरमस्ति, पृच्छामि वा तत्र? गेहे अस्ति चेत् अहं प्रायः न जानामि, वदतु. गेहे इति सप्तमी विभक्ति विषय तत्र गेहे कथं भवति सप्तमी विभक्ति? गेहे इत्युक्ते गृहस्य षष्ठी न भवति विषये, गृहस्य विषये सप्तमी अधिकरणे तत्र विषये विषये विषयेन विषये गेहस्य न भवति गेहस्य इति किं वक्तुमिच्छति? विषयसप्तमी अस्ति खलु तत्र, विषयसप्तमी अस्ति. अस्तु, सर्वत्र तद् तद् द्वयि तिष्ठते, तत्रापि द्वयि अस्ति, कुटुम्बे उत्तिष्ठते इति सर्वत्र विषयसप्तमी एव भवति. त्वयि तिष्ठते इत्युक्ते तत्र त्वयि तिष्ठते इत्युक्ते तत्र तु विषयसप्तमी नास्ति. त्वयि तिष्ठते इत्युक्ते तत्र आधारः अस्ति. ओ अस्तु, आधारः तत्र डिपेण्डिङ्ग् आन् यू, अतः आधारः आधाररूपेण प्रयुक्तः अस्ति. समीचीनम्. क्षम्यतां भगिनि. नमस्ते भगिनि. अत्र कर्मशब्दः क्रियावाची इति उक्तं खलु, तस्य अर्थः कः भगिनि? तदेव उक्तं खलु, आक्षन् इत्यस्मिन् अर्थे कर्मशब्दः प्रयुक्तः अस्ति. क्रियावाचि क्रियायाः बोधकः अस्ति कर्मशब्दः. कर्म इत्यनेन आक्षन् इति अर्थः. कर्म तादृशकर्म ऊर्ध्वगमनम् इति कर्म नास्ति चेत् तदानीं भवति, ऊर्ध्वकर्मणि न भवेत् इति अर्थः. अस्तु, तथा एव अत्र समानप्रश्नः एव, सप्तमी किमर्थं गेहाय इति समीचीनं भवेत् खलु इति? गेहाय इति वा? गेहाय इत्युक्ते तत्र भवती तत्र गेहाय इति यदा वदति तदानीं तत्र तादर्थ्ये वक्तुमिच्छति खलु, तत्र तत्र गृहार्थम् उत्तिष्ठते इति. सत्यं गृहार्थम् उत्तिष्ठ इत्युक्ते तादृश अपि प्रयोगः भवितुमर्हति, परन्तु गेहे उत्तिष्ठति इति प्रयोगः कृतः अत्र इति तत्र यत्र तत्र किं तादर्थे भवति वा नो चेत् सप्तमी भवति वा इति तत्र अस्माकं विवक्षानुगुणं तादृश तादृशं वक्तुं न इच्छति इत्युक्ते तादर्थे वक्तव्यं चेत् उपकार्य उपकारकभावः वक्तव्यः खलु. तर्हि उपकार्यः कः उपकारकः कः इति वक्तव्यं भवति तत्र. गृहार्थम् उद्दिष्टते इति वक्तुमिच्छति चेत् गृहार्थम् उद्दिष्टते इति वक्तुमिच्छति चेत् तदानीं तत्र उपकार्य उपकारकभावः वक्तव्यं, परन्तु अत्र विषयरूपेण उक्तं तावदेव. अत्र अस्माकं विवक्षानुगुणं वक्तुं शक्यते. अस्तु भगिनि, अस्तु भगिनि, हा अस्तु. तर्हि तत्र विनय महोदय अग्रे. आं भगिनि, उपात् तस्मात् पूर्वं तत्र उत्तिष्ठते इत्यस्य लटीरूपं वदतु, रूपाणि वदतु. उत्तिष्ठते उत्तिष्ठते उत्तिष्ठेते उत्तिष्ठन्ते उत्तिष्ठसे उत्तिष्ठेथे उत्तिष्ठत्वे उत्तिष्ठे उत्तिष्ठावहे उत्तिष्ठामहे. हा समीचीनं. लङ्गि वदतु. आहा उत्योग भगिनी मध्यमपुरुष एकवचने उत्तिष्ठेथे इति सम्यक् वा? किं मया न श्रुतं, किं पुनः वदतु महोदय. किमुक्तं मध्यमपुरुष एकवचने? मध्यपुरुष उत्तिष्ठसे उत्तिष्ठेथे उत्तिष्ठद्वे. अत्र लङ्लकार लङ्लकार तथा एव मया श्रुतं, तत्र भवती किमपि अन्यत् श्रुतं वा? उत्तिष्ठसे इति एव श्रुतम् इति भाति. लङ्लकार उत्तिष्ठ उत् योग अ योग तिष्ठ उत् योग अयोग उताष्ठिते उताष्ठिते उताष्ठित उत्योगः अतिष्ठ इति अस्ति. उत्योगः अतिष्ठ इदानीं योजनं कुर्मः चेत् किं भवति? उत्योग उत्योगः अतिष्ठ उत्योग अतिष्ठ तर्हि उतातिष्ठ उता इति कम कथं तत्र तत्र सन्धिः प्रथमसन्धिः भवेत् खलु? न न यदि यदि तद् भवति तर्हि उदातिष्ठ उदातिष्ठ भवति. उद उदतिष्ठ उदातिष्ठ नास्ति उदतिष्ठ. ओ उदतिष्ठकारः योगः अकारः तावदेव खलु. उत् उत् इत्यत्र सकारस्य जष्त्वम् उद् योगः अतिष्ठ उदतिष्ठ द हलन्त उदतिष्ठ उदतिष्ठ उदतिष्ठत उदतिष्ठेताम् उदतिष्ठन्त उदतिष्ठता उत्तमपुरुषे बहुवचने प्रथमपुरुष बहुवचने अतः बहुवचन पुनः एकवारं वदतु तत् उदतिष्ठत उदतिष्ठेताम् उदतिष्ठन्त उदतिष्ठन्त आत्मपदी तदनन्तरम् उदतिष्ठथाः उदतिष्ठेथाम् उदतिष्ठध्वम् उदतिष्ठे उदतिष्ठे उदतिष्ठावहि उदतिष्ठामहि. समीचीनं समीचीनम्. अस्तु इदानीं तत्र पठतु. अत्र उपानमन्त्रकरणे उपातमन्त्रकरणे उपपूर्वात् तिष्ठतेः उपपूर्वात् तिष्ठतेः मन्त्रकरणे अर्थे वर्तमानात् आत्मनेपदं भवति. ऐन्द्रयः गार्हपत्यम् उपतिष्ठते. गार्हपत्यम् उपतिष्ठते. इन्द्रदेवतावाली ऋचाको बोलकर गार्हपत्य अग्नि के समीप जाता है. गार्हपत्य अनन्य शब्द अस्ति गार्हपत्य. अग्निघ्रम उपपतिष्ठते. अग्नि देवता वाली ऋचा को बोलकर अग्निघ्रह के पास जाता है. अग्निघ्रह के पास जाता है. अग्नि देवता वाली ऋचा को बोलकर अग्निघ्रह के पास जाता है. अतः व्याकरण आधारेण उपात मन्त्रकरणे उपात पश्चिमी अस्ति. मन्त्रकरणे सप्तमी मन्त्र उपात मन्त्रकरणे उपपूर्वात् तिष्ठतेः मन्त्रकरणे अर्थे वर्तमानात् आत्मनेपदं भवति. अतः आत्मनेपदं भवति परन्तु किं धातव केचन धातवसम्बन्धे केचन धातवः नास्ति केवलं केवल उप अतः पूर्वकः साधातुः हा ओहो साधति अतः तिष्ठ तर्हि एव यदि उप उपसर्ग अस्ति तिष्ठ धातु अस्ति स्थास्थाने तिष्ठ वयं जानीमः तर्हि उपतिष्ठ भवति. परन्तु यदा अत्र सूत्र अस्ति उपात मन्त्रकरणे तर्हि आत्मनेपदी भवति तर्हि उपतिष्ठते भवति. वर्तमानात् आत्मनेपदः वर्तमान जानामि वर्तमानात् आत्मनेपदम् अर्थात् वर्तमानकाल यथा वयं वर्तमानकाल इति नास्ति तत्र वर्तमानात् इत्युक्ते तत्र तस्मिन् अर्थे इति अत्र तावदेव उपपूर्वकः तिष्ठते यत्र अस्ति तत्र आत्मनेपदत्वं भवति इत्यर्थः केवलं वर्तमानकाले इति नास्ति तत्र उदाहरणं पश्यतु ऐन्द्रयगार्हपत्यम् उपतिष्ठते इत्यनेन तत्र मन्त्रकरणे सूत्रे किमुक्तम् उपान् मन्त्रकरणे इत्युक्तं तर्हि उपात् इति उपसर्गपूर्वात् मन्त्रकरणे नाम स्तुतिः देवतायाः स्तुतिः वैदिकमन्त्रैः देवतायाः स्तुतिः यत्र भवति तत्र आत्मनेपदित्वं भवति. अतः एव उपतिष्ठते गार्हपत्यम् इत्यनेन तत्र अग्निदेवतायाः पूजनम् अस्ति मन्त्रैः इन्द्रदेवतायाः पूजनम् अस्ति मन्त्रैः तर्हि तत्र उपतिष्ठते इति आत्मनेपदत्वं भवति. इन्द्रदेवतावाली ऋचाको बुलाकर् गार्हपत्य अग्नि के समीप आता है तत्र गार्हपत्य अग्निः गार्गपत्य अग्नि केवलम् अग्नि अस्ति वा इत्युक्ते यत्किमपि यत्किमपि वयं दद्मः देवतायाः प्रति देवतां प्रति यद्वयं दद्मः तत्तु अग्निद्वारा एव दीयते खलु अग्निद्वारा एव तत्र यागं कृत्वा तत्र अग्निद्वारा एव यत्किमपि वयं दद्मः तत्तु अग्निद्वारा एव भवति अत्र कीदृश अग्निः इति चेत् तत्र गार्हपत्य अग्नि इत्युक्ते अग्नेः आह्वानं यदा क्रियते तत्र तस्य नाम अस्ति गार्हपत्य अग्नि इति तेन द्वारा इन्द्रस्य आह्वानं भवति तदेव ऐन्द्राय ऐन्द्रय गार्हपत्यमुपतिष्ठते ऐन्द्र्या इति तृतीया वा अत्र उपतिष्ठते इत्युक्ते समीपे गच्छति इति वा उपतिष्ठते इत्युक्ते तद् समीपे गच्छति इति अर्थः सत्यं समीपे गच्छति इत्येव अर्थः मम संशयः केवलं गार्हपत्यसम्बन्धे अस्ति अग्नि अग्निसम्बन्ध अथ मन्त्र उच्चारणसमये अग्निसमीपम् अग्निहोत्रमवत समीपं गच्छति परन्तु इन्द्रदेवता स्मरणं इन्द्रदेवता वाली ऋचा को बोल् करः नट् स्मरणं वदितुम् इन्द्रदेवतः देवतायाः ऋचा अथवा मन्त्र उच्चारितः अग्नि गार्हपत्य अग्नि इत्युक्ते तत्र गृहे गृहे यः अग्निः अस्ति तदेव गार्हपत्य अग्निः गृहे गृहे गृहस्य भावः गार्ह्य तत्र गार्ह्यपत्य अग्निः इत्युक्ते तत्र पञ्च अग्नयः भवन्ति तेषु एकः अस्ति गार्हपत्य अग्निः गृहे हौस् होल्डर्स् अग्नि तेषु दिनेषु तेषु दिनेषु तत्र वैदिक रीत्या यदा जीवनम् आसीत् तदानीं तत्र गृहस्थः तस्य गृहे सर्वदा तत्र गार्हपत्य अग्निं स्थापयति सर्वदा स्थापयति गृहे तदेव तत्र वैशिष्ट्यम् अस्तु अग्रे गच्छामः अग्रे कोऽपि अग्निदेव आग्नेये अग्नि तदिदानीं मास्तु त्यजामः तस्मिन्नेव अर्थे अस्ति तत्र तस्य अर्थः कः इदानीं मास्तु तत्र मन्त्रः यत्र मन्त्रस्य प्रयोगः अस्ति तदानीम् उपतिष्ठते इति प्रयोगः अस्ति इति अवगच्छामः चेत् पर्याप्तम् अग्रे गच्छामः इदानीं तत्र अग्रे सूर्यकुमारी भगिनी अग्रे पठतु भगिनि उपात् देवपूजासङ्गातिकमित्रकरण पतिष्यति वाच्यं देवपूजायां सङ्गतिकरणे मित्रकरणे पति वार्ते वर्तमानादुपपूर्वात् तिष्ठतेरात्मनेपदं भवति देवपूजायाम् आदित्यमुपतिष्ठते सङ्गतिकरणे गाङ्गा यमुनामुपतिष्ठते मित्रकरणे गङ्गा यमुनामुपतिष्ठते मित्रकरणे रतिखान् उपतिष्ठते पति अयं पन्थाः शृघ्नमुपतिष्ठते प्राप्नोति उपात् देवपूजा सङ्गतिकरणमित्र करण सङ्गतिकरणं सङ्गतिकरण मित्रकरण पतिषु इति तिष्ठति वाच्यं वाच्यम् अस्ति वार्तिकमस्ति देवपूजायां सङ्गतिकरणे मित्रकरणे पति वार्ते वर्तमानादु पूर्वपदा पूर्वात् तिष्ठतेः आत्मनेपदं भवति देवपूजायाम् आदित्यमुपतिष्ठते आदित्यमुपतिष्ठते सूर्य उपतिष्ठते भगिनि इत्युक्ते अत्र पूर्वस्मिन् तत्र सूत्रे किम् उक्तम् उपान् मन्त्रकरणे इति उक्तं केवलं मन्त्रेषु वैदिकमन्त्रेषु उपपूर्वकः सादातोः आत्मनेपदत्वं भवति इति उक्तम् अतः उपतिष्ठते इति स्वीकृत्य उदाहरणं दत्तम् इदानीं वार्तिककारः वदति तत्र उपपूर्वकः सादातोः न केवलं मन्त्रकरणे अपि च देवपूजायां सङ्गतिकरणे मित्रकरणे पतिषु अपि आत्मनेपदत्वं भवति अतः एव उदाहरणं पश्यामः चेत् देवपूजायाम् आदित्यम् उपतिष्ठते इत्युक्ते आदित्यस्य पूजां करोति इत्यस्मिन् अर्थे आदित्यम् उपतिष्ठते सङ्गतिकरणम् इत्युक्ते मेलनं गङ्गा यमुना यमुनाम् उपतिष्ठते इत्युक्ते तयोः सङ्गमनं मित्रकरणं भगिनी ऐन्द्र्यागार्ह्यपत्यम् उपतिष्ठते तत्र ऐन्द्र्या इति तृतीयम् अस्ति गङ्गया इति न भवति वा ऐन्द्रिया इति तत्र तृतीया अस्ति वा इति तत्र तत्र प्रातिपदिकं किम् ऐन्द्री इति प्रातिपदिकं वा इन्द्रस्य इति ऐन्द्री ऐन्द्री ऐन्द्रिया इति तृतीया अस्ति इति वदति अस्तु अत्र तर्हि सङ्गति इत्युक्ते सः इति तर्हि गङ्गया इति न भवति वा गङ्गया मास्तु भगिनि गङ्गा एण्ड् यमुना आर् मीटिङ्ग् टुगेदर् तर्हि गङ्गया यमुनम् उपतिष्ठते इति कथं तत्र ऐन्द्रिया इत्यत्र अत्र किमुक्तम् इन्द्रदेवता वाली ऋचाको बुलाकर् तत्र तत्र मन्त्र ऐन्द्रियमन्त्र थ्रू द ऐन्द्रियमन्त्र ऐन्द्रियमन्त्रद्वारा गार्हपद्यम् उपतिष्ठते इति उक्तं तत्र ओ द्वारा अत्र तु गङ्गाद्वारा यमुनम् उपतिष्ठते इति नास्ति गङ्गायमुनयोः सङ्गमनं तर्हि गङ्गा इस् गोयिङ्ग् एण्ड् मीटिङ्ग् यमुना गङ्गा यमुनाम् उपतिष्ठते अतः सङ्गतिकरणम् इत्युक्तम् अस्तु अस्तु अनन्तरं मित्रकरणे इति उक्तं रतिकान् उपतिष्ठते तत्रापि किं तत्र मित्रकरणे इत्यस्मिन् अर्थे दुर्योधनः कर्णम् उपतिष्ठते इति उदाहरणं समीचीनं भवति कर्णेन सह मित्रम् आचरति दुर्योधनः कर्णम् उपतिष्ठते इति उदाहरणं समीचीनं भवति पन्ताः इत्युक्ते मार्गः तदानीं तत्र किम् उक्तम् अयं पन्ताः शृग्नम् उपतिष्ठते पन्ताः इत्युक्ते मार्गः अथवा रोड् इत्यस्मिन् अर्थे अस्ति शृग्नम् इति तत्र देशः अस्ति शृग्नम् उपतिष्ठते इत्युक्ते प्राप्नोति दिस् रोड् रीचस् इति वा रीचस् शृग्नं शृग्नदेशम् इति अर्थः तर्हि देवपूजायां सङ्गतिकरणे मित्रकरणे पतिषु अपि उपदातोः उपपूर्वकः सादातोः आत्मनेपदत्वं भवति इति अत्र उक्तम् अस्तु तत्र उपतिष्ठते इति एकवचने वा भगिनि एकवचने एव सत्यम् एकवचने पन्थानौ पन्थानः इति वा सत्यं सत्यं तथैव पन्थाः तदेव वा समीचीनम् अस्तु इदानीं तत्र उपतिष्ठते इत्यस्य विधिलिङ्गिरूपाणि वदतु सूर्यकुमारी भगिनी उपतिष्ठते प्रत्ययः ईत इयथाम् इरन् ईताः इयथाम् इत्वम् इय इवहि इमहि धातु उपतिष्ठते उपतिष्ठा धातुः उपतिष्ठेत उपतिष्ठेयाताम् उपतिष्ठेरन् उपतिष्ठेथाः उपतिष्ठेयाथाम् उपतिष्ठेध्वम् उपतिष्ठेय उपतिष्ठेयोहि उपतिष्ठेमहि. हा समीचीनं समीचीनं. तर्हि इदानीम् अग्रे शुभदा भगिनी अग्रे पठति वा? मम पार्श्वे पुस्तकं नास्ति भगिनि. ओ नास्ति वा? किमपि रूपं करणीयं तर्हि करोमि. अस्तु अस्तु, अनन्तरं पृच्छामि. तर्हि इदानीं तत्र अरविन्द महोदय वदतु. पुस्तकमस्ति वा महोदय? नास्ति भगिनि, मम पार्श्वे नास्ति वा? अस्तु अस्तु अस्तु अस्तु. उषा भगिनी वदतु. उषा भगिनी, भवत्याः पार्श्वे पुस्तकमस्ति वा? I'm looking through WhatsApp bagini that Aruna bagini sent. Va atra bagini. Satyam. Va lipsayam iti vaktavyam. Vartikam 1325. Bhikshuhu prabhum upatishtate. Bhikshuhu prabhum upatishtate. Upatishtati upatishtati va lipsaya upagacchati. वार्तिकम् अस्ति वा लिप्सायाम् इति वक्तव्यम्. भिक्षुः प्रभुम् उपतिष्ठते उपतिष्ठति वा ओ सो आत्मनेपति रूपम् अपि भवितुम् अर्हति. लिप्सायाम् इत्यस्य अर्थः कः? लिप्सायाम् इत्युक्ते प्राप्तेः इच्छा. प्राप्तेः इच्छा, प्राप्तुम् इच्छा, तत्र लिप्सा. प्राप्तुम् इच्छा, विकल्पेन भवति. भिक्षुकः प्रभुम् उपतिष्ठते. उपतिष्ठति इत्युक्ते प्रभु इत्युक्ते स्वामी अथवा यः ददाति, यः दानकर्ता. तम् उपतिष्ठते, उपतिष्ठति इति वैकल्पिकरूपद्वयमस्ति प्राप्तेः इच्छा इत्यस्मिन् अर्थे. इत्युक्ते अत्र अर्थविशेषाः सन्ति. सर्वत्र पश्यति चेत् सामान्यतया तिष्ठति इति वदामः, परन्तु उपसर्गयोजनेन विशिष्टः अर्थः, तत्रापि विशिष्टः अर्थः यदा भवति, तेषु विशिष्टेषु अर्थेषु कश्चन अर्थः अस्ति चेत् तदानीम् आत्मनेपदत्वं भवति इति. तदर्थमेव एतानि सूत्राणि अर्थविशेषे सन्ति सर्वत्र पश्यन्ति चेत्. अस्तु समीचीनम्, अग्रे पठतु. अकर्मकाच्च उपपूर्वात् तिष्ठते, तिष्ठतेः अकर्मकात् अकर्मकक्रियावाचन क्रियावाचन आत्मनेपदत्वम् आत्मनेपदत्वं भवति. उपपूर्वात् तिष्ठतेः अकर्मक आत्मन अकर्मक वदिदेशे अकर्मक अकर्मकात् तिष्ठतेः अकर्मकात् अकर्मक क्रियावाचन क्रियावाचनात् आत्मनेपदत्वं भवति. क्रियावचनात् क्रियावचनात् सारि उपपूर्वात् तिष्ठतेः अकर्मकात् अकर्मकक्रियावचनात् आत्मनेपदत्वं भवति. यावत् यावत् भुक्तम् उपतिष्ठते भोजनके समये आकार आकार खडा होता है. भुक्तम् इति भावे भावेक्तः भुक्तम् इति भावेक्तः भुक्तम् इति भावार्थे तः तप्रत्ययान्तशब्दः. उपपूर्वात् तिष्ठतेः अकर्मकात् अकर्मकात् अकर्मकक्रियावचनात् अकर्मकक्रियावचनात् आत्मनेपदत्वं भवति. यावत् भुक्तम् उपतिष्ठते यावत् भुक्तम् उपतिष्ठते भुक्तम् इति भावे भावार्थे तप्रत्यय अस्ति. कर्म इट् इण्डिकेट्स् द कर्म. ओके, यावत् भुक्तम् उपतिष्ठते उपतिष्ठते आत्मनेपदत्वं न वस्तुतः कथं चिन्तनीयमिति चेत् यावत् यावत् ओदनम् इति एवं चिन्तयतु, यावत् ओदनं तावत् सः उपतिष्ठते. उपतिष्ठते इति प्रयोगे अकर्मकप्रयोगः भवेत्. कर्मपदम् इति वदति चेत् यावत् भुक्तं भुक्तं कर्म इति वदति चेत् उपतिष्ठते इति न भवति. यतोहि अत्र सूत्रे किम् उक्तम्? अकर्मकाच्च इति उक्तं खलु. अकर्मकप्रयोगे अकर्मकप्रयोगे उपपूर्वकः स्थाधातोः आत्मनेपदत्वं भवति अकर्मकप्रयोगे. तर्हि अत्र कथं वक्तव्यम् इति चेत् उपतिष्ठतेः इत्यस्य कर्म नास्ति, अकर्मकप्रयोगे आत्मनेपदत्वं भवति. अतः उदाहरणं कथं वयं चिन्तयामः इति चेत् यावत् ओदनं तावत् सः उपतिष्ठते. वेन् द फुड् इस् रेडि हि कम्स् नियर् बै. इत्युक्ते तत्र यदा कार्याणि सन्ति तदानीं सः पार्श्वे न आगच्छति, परन्तु यदा भोजनं तत्र सिद्धः भोजनं सिद्धम् अस्ति तदानीं सः आगच्छति पार्श्वे खादनार्थम् एतादृशार्थे. तदर्थमेव अग्रिम उदाहरणम् उक्तं, यावत् ओदनम् उपतिष्ठते भोजने सन्निधीयत इत्यर्थः. सन्निधीयत इत्यर्थः सकर्मकात् परस्मैपदमेव. राजानम् उपतिष्ठते इति उक्तं, राजानम् उपतिष्ठते. हि गोस् नियर् द किङ्ग् उपतिष्ठते, परन्तु तत्र उपतिष्ठति इति रूपम् उपतिष्ठति उपतिष्ठते. यावत् ओदनम् उपतिष्ठते तत्र साधातोः विशेषः कुत्र कुत्र आत्मनेपदत्वं भवति इति. तर्हि यदा सन्देहः अस्ति तदानीम् अत्र आगत्य वयं द्रष्टुं शक्नुमः. तदर्थं वयम् इदानीं पश्यामः. अस्माकम् अध्ययनम् इति नास्ति अत्र विषयः. एतेषाम् अध्ययनम् इति अस्माकं लक्ष्यं नास्ति. अस्माकं लक्ष्यं तु रूपसिद्धिः, अनन्तरं रूपं कथं झटिति स्मर्तव्यमित्येव अस्माकं लक्ष्यं. तर्हि किमर्थम् एतत् सर्वं पठामः इति चेत् अत्र अस्ति एते विषयाः अत्र सन्ति इति ज्ञापनार्थम्. अतः सम्पूर्ण अध्ययनम् इति नास्ति, अतः सम्पूर्णतया अहं पाठयामि इति नास्ति अत्र. अस्तु, तर्हि अत्र अग्रे गच्छामः. अत्र अग्रे भवत्येव पठतु. भोजने इत्युक्ते यत्र यत्र भोजनं लभ्यते तत्र तत्र सः पार्श्वे गच्छति इत्यर्थे वा, अथवा यदा भोजनं भवति तदा सः आयाति इत्यर्थे वा? हा, इत्युक्ते यत्र यत्र भोजनम् इति नास्ति तत्र. इत्युक्ते यदा भोजनं सिद्धं भवति तदानीं सः तत्र समीपे आगच्छति. इत्युक्ते यत्र कुत्रचित् सः पुरुषः अस्ति. इदानीं एकः पुरुषः एकवारमेव भोजनं कर्तुं शक्नोति खलु. यत्र यत्र भोजनं लभ्यते सर्वत्र गत्वा भोजनं न कर्तुं शक्यते. तर्हि यत्र सः अस्ति सः तादृशपुरुषः यः यत्र सः अस्ति तत्र भोजनम् अस्ति चेत् सः पार्श्वे आगच्छति, भोजनं नास्ति चेत् दूरे गच्छति, तत्र कार्यार्थं न आगच्छति. द्विवारं भोजने इति अस्ति तदेव भोजने सन्निधीयते इति. भोजने इत्युक्ते तत्र यावत् इत्यस्मिन् अर्थे उक्तं भोजने तत्र यावत् इत्यस्मिन् अर्थे उक्तं. यावत् इत्युक्ते तत्र किं तत्र किं पश्यामः. तत्र भोजने इत्यस्य विशेषः अर्थः कुत्रचित् उक्तवान् पश्यामि. तत्र यदा यदा इति एव अव्ययीभावसमासः अस्ति वा तत्र प्रति भोजनम् इति कुत्र भोजने भोजनम् इति अव्ययीभावः नास्ति कुत्र. भोजने प्रतिभोजनम् इति अर्थे अस्ति वा इति. ओ, तस्य यथार्थे वीप्सायाम् अव्ययीभावः सप्तम्यन्तच्च एतद् अतः आह भोजने यावत् शब्दः निपातो अव्ययं तस्य यथार्थे वीप्सायाम् अव्ययीभावः इत्युक्तम्. अतः ओ भोजने अतः अस्तु. इत्युक्ते तत्र भोजने इत्युक्ते प्रतिभोजनम् इति अर्थः. भोजने इत्युक्ते यत्र यत्र भोजनम् इति नास्ति, प्रतिभोजनम् इत्युक्ते गृहे तत्र त्रिवारं भोजनं भवति चेत् प्रत्येकस्मिन् भोजने स सः यदा भोजनं सिद्धमस्ति तदानीम् आगच्छति, पार्श्वे आगच्छति इति अर्थः. तर्हि यावत् शब्दः अत्र अव्ययमस्ति यथार्थे वीप्सायाम् अव्ययीभावः. अतः यथा तत्र प्रति इत्यस्य योगे प्रतिभोजनम् इति अस्ति खलु तस्मिन् अर्थे प्रयुक्तम्. अस्तु, समीचीनम्, धन्यवादः. हा समीचीनं, तर्हि इदानीं मुषभग्नि अग्रे. न अभ्यासे न मानना मानना परम्परासे मानना परम्परासे चलना चलना मन अनन् मनति. अभ्यासः पारम्पर्येण वृत्तिः अभ्यासकरण. म्ना इति अभ्यासे, ओके, म्ना इति मान्ना परम्परासे चलना मनति इति रूपं भवति. अभ्यासः इत्युक्ते विशेष मान्ना टु रिपीट् टु रिमेम्बर् टु थिङ्क् विचारकरण इति एतादृश अर्थः मनति. ओके, तर्हि तदानीं मनति इत्यस्य विधिलिङ्गिरूपाणि. मनति परस्मैपति मन विधिलिङ्ग् इतीतां युयुः. मनेत् मनेतां मनेयुः. मनेः मनेतं मनेत मनेयं मनेव मनेम. बहु समीचीनं, धन्यवादः. शुभदा भगिनी लङ्गि. लङ्लकारे अमनत् अमनत् अमन् अमनत् अमनताम् अमनन् अमनः अमनतम् अमनत अमनम् अमन् अमनम् अमनाव अमनाम. समीचीनम्, समीचीनम्. अग्रिमम् अग्रिमं तत्र तत्र उषाभग्न्या भवती एव करोतु अग्रिमं. दान् दाने दान् दाने दा इति धातु, देना धान् कर्णा, यच्छ इति रूपं भवति यच्छति. दानं दानं स्वस्वत्व स्वत्वनिवृत्तिपूर्व स्वस्व स्व निवृत्तिपूर्वत्व निवृत्तिपूर्वक निवृत्तिपूर्वक परस् परस्व परस्वत्वोत् उत्पादनं परस्व परस् न परस्वत्व उत्पादनं. इत्युक्ते स्वत्वस्य इत्युक्ते मम मम पुरतः एकः सेल्फोन् अस्ति तद् मम स्वत्वम् अस्ति. अहं स्वामी तद् मम स्वम् अस्ति, तस्मिन् मम स्वत्वम् अस्ति. तस्य निवृत्तिः इदानीं मम सेल्फोन् अहं भवत्यै ददामि इति चेत् तदानीं तत्र मम स्वत्वस्य निवृत्तिः इदानीं भवत्याः स्वत्वं तस्मिन् भवति. तद् तदेव परस्वत्व उत्पादनं. तदेव दानं दानम् इत्यस्य पारिभाषिक अर्थः कथम् इति चेत् यु गिव् अप् योर् ओनर्शिप् एण्ड् समडि एल्स् टेक्स् द ओनर्शिप्. दट् इस् ओन्लि दानम्. इट् इस् नाट् लैक् गिविङ्ग् एण्ड् टेकिङ्ग् इट् बेक्. टेकिङ्ग् इट् दानम्. अस्तु, इदानीं यच्छ इत्यस्य तत्र अरविन्द् महोदय तत्र लोटीरूपाणि अस्ति वा महोदय? यच्छ यच्छ लोट् रूप यच्छतां यच्छेतां यच्छन्तां यच्छन्तां. न न न एकक्षणं पुनः वदतु. यच्छतां यच्छेतां यच्छन्तां. न न आत्मनेपदी नास्ति खलु. यच्छति यच्छतु यच्छतां यच्छतु यच्छतात् यच्छतां यच्छतन्तु यच्छत यच्छतं यच्छतां. बहुवचने किमस्ति? बहुवचने यच्छन्तु. यच्छतात् यच्छतं यच्छता यच्छानि यच्छाव इच्छाम. एकवचने किमस्ति मध्यमपुरुषे? मध्यमपुरुषे एकवचने यच्छतात् अन्यत् रूपम् अन्यत् रूपं यच्छ यच्छ इदानीम् उत्तमपुरुषे उत्तमपुरुषे यच्छानि यच्छाव इच्छाम बहु समीचीनम् अस्तु लङ्गि अपि वदतु लङ्गि यच्छ अयच्छत् अयच्छताम् अयच्छन् अयच्छः अयच्छतम् अयच्छत अयच्छम् अयच्छाव अयच्छाम बहु समीचीनम् अस्तु अरुणा भगिनी एकः प्रश्नः अस्ति पूर्वं न धातु मन् आत्मनेपदि वा परस्मैपदि वा परस्मैपदि खलु आत्मनेपदिरूपम् उक्तं वा आम् न परस्मैपदि एव उक्तम् कुत्र आत्मनिवादिगणे मन् एव आत्मनेपदि ऐ थिङ्क् इति मना इति धातुः मन् इति नास्ति मना मनति इति रूपम् धन्यवादः भगिनि अस्तु अरुणा भगिनी भगिनि बाणश्च सा चेत् चतुर् तथे दान् दाने परस्मैपदि ततः सम्पूर्वपूर्वात् तृतीयायुक्तात् आत्मनेपदं भवति सा चेत् तृतीया चतुर्थे भवति कथं पुनः तृतीया चतुर्थे च दान् दातु सामान्यतया परस्मैपदि एव परन्तु सा पूर्व उपपदम् अस्ति चेत् तृतीयायुक्त आत्मनेपदं भवति ततः सम्पूर्वात् तृतीयायुक्तयुक्तात् आत्मनेपदं भवति इत्युक्ते तृतीयायाः प्रयोगः तृतीयाविभक्त्यां चेत् तृतीया चतुर्थी भवति कथं पुनस्तृतीया चतुर्थ्यै स्यात् अग्रे पठतु अग्रे अशिष्टव्यवहारे दानः प्रयोगे चतुर्थे तृतीया वा वाटकं दान् दाने इत्यस्य धातोः अशिष्टव्यवहारे व्यवहारे प्रयोगे चतुर्थे तृतीया भवति उपाध्यायेन शक्तून् सम्प्रच्यते स्वयं ओदानं भविते छात्र स्वयं चावल खाता है और उपाध्याय को सत्तु देता है दास्या सम्यच्चते कामुकः सन् दास्ये ददाति इत्यर्थः अत्र शिष्टप्रयोगः नास्ति चेत् दान् दातु प्रयोगे चतुर्थात् तृतीयविभक्त्येव आत्मनेपदं भवति सम् उपसर्गपूर्वकः खलु सम् उपपूर्वकः अस्ति सामान्यतया चतुर्थी तृतीया भवति परन्तु अशिष्टव्यवहारे सम् अस्ति चेत् चतुर्थे तृतीया भवति उदाहरणमर्थम् अस्ति दत्तं दास्या संयच्छते कामुकः छात्राः उपाध्यायेन सत्तु सम्प्रयच्छते स्वयं मोदनं भुङ्क्ते छात्राः इति उदाहरणं दत्तम् इत्युक्ते अत्र दान् इत्यस्य दानश्च सा चेत् चतुर्थ्यर्थे इत्युक्ते दान् धातोः परस्मैपदी एव सामान्यतया भवति खलु यच्छति इति रूपम् अस्ति परन्तु यदा सम् उपसर्गपूर्वकः दान् धातुः तृतीयायां प्रयोगः अस्ति परन्तु चतुर्थ्यर्थे अस्ति चतुर्थीविभक्तेः अर्थे अस्ति इत्युक्ते यत्र अशिष्टव्यवहारः यत्र शिष्टव्यवहारः नास्ति डिसोबेयिङ्ग् द नार्मल् रूल्स् आफ् बिहेवियर् अशिष्टव्यवहारः अस्ति तत्र आत्मनेपदत्वं भवति. इदानीम् उदाहरणं स्वीकृत्य पश्यामः. उपाध्यायेन सक्तून् सम्प्रयच्छते स्वयं ह ओदनं भुङ्क्ते छात्रः. इत्युक्ते छात्र सः स्वयं हि इस् ईटिङ्ग् रैस् एण्ड् हि इस् गिविङ्ग् द द टीचर् ग्रुवेल् द रैस् कञ्जि इस् गिविङ्ग्. देट् मीन्स् हि इस् नाट् ट्रीटिङ्ग् द टीचर् वित् रेस्पेक्ट्. अतः अशिष्टव्यवहारः अस्ति. एतादृशव्यवहारे तत्र सम्प्रयच्छते इति आत्मनेपदरूपमस्ति. अत्र उपाध्यायेन इति अस्ति. उपाध्यायेन इति किमर्थमस्ति? तत्र यदि सम्प्रयच्छति, यच्छति इति यदि ददाति इति वदामः चेत् तर्हि उपाध्याय इति स्यात् खलु. उपाध्याय सक्तुन् सम्प्रयच्छते इति स्यात् खलु इति चेत् अत्र अशिष्टव्यवहारे अत्र चतुर्थी न भवति, तृतीया एव भवति. अत्र उपाध्यायेन इति उक्तत्वात् सक्तून् सम्प्रयच्छते इति उक्तत्वात् वयम् अवगन्तुं शक्नुमः अत्र अशिष्टव्यवहारः अस्ति. शिष्टव्यवहारः अस्ति चेत् उपाध्यायेन इति न वदति, उपाध्याय इति वदति. उपाध्याय अन्नं सम्प्रयच्छति, उपाध्याय अन्नं सम्प्रयच्छति इति वदति चेत् अत्र शिष्टव्यवहारः, सम्यक्तया अन्नं ददाति उपाध्याय इति अर्थः. परन्तु अत्र सम्प्रयच्छते इति उक्तम् आत्मनेपदिरूपमस्ति. अनन्तरम् उपाध्याय इति न उक्तम्, उपाध्यायेन इति उक्तं. तत्र तृतीया स्वीकृता अस्ति, परन्तु चतुर्थ्यर्थे. अतः अशिष्टव्यवहारः इति अवगन्तुं शक्नुमः. एवमेव दास्या संयच्छते कामुकः, कामुकः सन् दास्यै ददाति. कामुकः कामुकः इत्युक्ते यः कामयति, सः यः कामयति, यः पुरुषः अस्ति इत्युक्ते सः पुरुषः, स्वस्य पत्नी अपि अस्ति, पत्नी अपि अस्ति स्वस्य, तथापि सः पत्नीं त्यक्त्वा सः दास्याः समीपे गच्छति. अतः तत्र दास्यै ददाति इति न उक्तं, दास्यै ददाति इति न उक्तं, दास्यै संयच्छति इति न उक्तम्. तत्र दास्या संयच्छते इति उक्तम्, इत्युक्ते तत्र अशिष्टव्यवहारः अस्ति. इत्युक्ते अत्र यत्र अशिष्टव्यवहारः अस्ति तत्र तृतीया एव भवति. यद्यपि दानम् अस्ति तथापि तृतीया एव भवति, चतुर्थी न भवति. अपि च आत्मनेपदप्रयोगः भवति सम् उपसर्गपूर्वकः दान् धातोः इति विषयद्वयम्. अवगतं वा? अवगतं भगिनी. आङो यमहनः तत्रापि यच्छति इति, परन्तु तत्र तु धातु भिन्नः अस्ति. यम् धातुः खलु, तत्र यम् तदपि यच्छति, एतदपि यच्छति वा? हा यच्छति एव. यम् धातोः रूपं समानं, परन्तु अर्थः भिन्नः खलु, अर्थभेदः अस्ति. ददाति इत्यर्थे यम् वा दान् वा? दान् एव खलु. यम् उपरमे इत्यस्य तत्र उपरमे इत्युक्ते तत्र नियन्त्रणं, प्रतिबन्धकरणं. यम् उपरमे, अत्र तु दान् दाने इति अत्र दानार्थे एव अस्ति. भेदः अस्ति खलु. दाधातु अपि भिन्नधातु वा? दाधातुः भिन्नः, दाधातुः जुगोत्यादिगणीयधातुः, तत्र तु ददाति इति. एतत् कुत्र अस्ति? दान् प्रथमे गणे वा? प्रथमे गणे. इदानीं तु भ्वादिगणस्य एव पठन्तः पाठः. सत्यम्. अस्तु, इतोपि तत्र एतत् सर्वं केवलं किञ्चित् ज्ञानार्थं तावदेव खलु भगिनि? तदेव अहम् उक्तवती, तदेव अहम् उक्तवती. अत्र यदा कुत्रचित् वयं पठामः आत्मनेपदिरूपम् अस्ति चेत् तत् कस्मिन् अर्थे अस्ति इति ज्ञातुम् इच्छामः चेत् कुत्र गन्तव्यम् इति चेत् अत्र मातुः पुस्तके आगत्य पश्यामः चेत् ज्ञातुं शक्नुमः इति अहं वक्तुमिच्छामि. सर्वम् एकत्र अस्ति. इत्युक्ते दान् धातोः अन्यरूपाणि, परस्मैपदिरूपाणि, आत्मनेपदिरूपाणि सर्वम् एकत्र एव सन्ति खलु, सर्वाणि रूपाणि. अतः एतादृशप्रयोगः कुत्रचित् वयं पश्यामः चेत् कुत्र गन्तव्यमिति चेत् तत्र गच्छामः चेत् अवगन्तुं शक्नुमः. परन्तु पृष्ठसङ्ख्या एकविंशतितमे पृष्ठे अस्ति इति कथं जानीमः? इत्युक्ते द्रष्टव्यम् अन्ते, अत्र पुस्तकस्य अन्ते पश्यति चेत् धात्वनुक्रमणिका इति अस्ति. धात्वनुक्रमणिका इति अस्ति तत्र. परन्तु यदि धातु किम् इति न जानीमः तदा किञ्चित् किम् इति न जानीमः तत्र तत्र तत्र तु द्रष्टव्यं कुत्रचित् तत्र तदेव अष्टाध्यायी डाट् काम् सर्वं वयं द्रष्टुं शक्नुमः खलु. रूपं स्थापयामः चेत् धातुः कः इति ज्ञातुं शक्यते. यच्छते इति भवति चेत् धातु यम् अपि भवितुमर्हति, दाण् अपि भवितुमर्हति. न तद् सन्दर्भानुगुणं तत्र कः अर्थः, प्रकरणं कः इति ज्ञातव्यं खलु. सर्वत्र सर्वत्र एवमेव भवति इति नास्ति, किञ्चित् चिन्तनं भवति एव तत्र. यत्र उपसर्गः अस्ति तत्र चिन्तनं भवति एव कस्मिन् अर्थे प्रयुक्तः अस्ति इति सर्वं चिन्तनं भवति. अत्र तु यमधातोः तु उपरमे नियन्त्रणम् इत्यस्मिन् अर्थे प्रयुक्तः अस्ति चेत् तदानीं तत्र तत्र सम्यक्पूर्वकः एव नास्ति. पाणिग्रहणं तद् विवाहार्थं वा किं पाणिग्रहणं किमपि पठितवन्तः गतसप्ताहे इदानीं? आयच्छते तत्र तु किम् उपयच्छते इति अस्ति. उपयच्छते सम् नास्ति तत्र, पश्यतु सम् नास्ति तत्रापि. भगिनी अत्र तत्र तु कः अर्थः, अग्रन्ते इति अर्थः अस्ति खलु यमेः. कर्त्रभिप्रायक्रियापले आत्मनेपदं भवति, ग्रन्थविशेषश्चेत् न भवति इति उक्तं. तत्र तु विशेषः अर्थः नास्ति. संयच्छते इति उक्तं परन्तु तत्र तृतीयाविभक्तिः चतुर्थीविभक्तिः किमपि न दृश्यते खलु तत्र. व्रीहिं संयच्छते इति उक्तं तत्र. तत्र चावल् को इकट्ठा कर्ता है इति उक्तं. व्रीहिं संयच्छते तत्र तु दानार्थे नास्ति खलु. कुत्र अस्ति दानार्थे? नास्ति. अतः वाक्यं दृष्ट्वा वयम् अवगन्तुं शक्नुमः खलु दानार्थे. व्रीहिं संयच्छते इति दानार्थे वयम् अवगन्तुं शक्नुमः. कथं व्रीहिं ददाति? न, व्रीहिं ददाति इति वदति चेत् तत्र व्रीहि इति शब्दस्य चतुर्थी स्यात् खलु. ओ एवं वा, किं भगिनी एतद् बहु क्लेशः. न सामान्यवाक्यं वदतु. ददाति इत्यस्मिन् अर्थे सामान्यवाक्यं वदतु. ददाति इति पदं स्वीकृत्य वदतु एकं वाक्यं. ददाति इति चतुर्थ्यां भवति. वदतु वाक्यं वदतु. किं राजा विप्राय धनं ददाति. इदानीं व्रीहि समीचीनं समीचीनं. व्रीहिं संयच्छते इति स्वीकृत्य वदतु वाक्यं. व्रीहिं संयच्छते विप्रः व्रीहिं संयच्छते. विप्रः व्रीहिं संयच्छते इति वदति चेत् विप्रः व्रीहिं हि गेदर्स् द व्रीहिम्. इदानीं दानार्थे वदतु. दानार्थे विप्रः व्रीहिं संयच्छ्य. किमर्थं संयच्छ्य न संयच्छते इति एव? संयच्छते इति न, ल्यबन्तरूपे कथं वक्तव्यम्? न, इदानीं यद् अस्ति तद् अवगच्छामः, ल्यबन्तं प्रति अग्रे गच्छामः. इदानीं वदतु संयच्छते इति रूपं स्वीकृत्य वदतु. ददाति इत्यर्थे वा? तदेव खलु. ओके, तत्र व्रीहीन् न भवति. रेसिपियण्ट् कः? रेसिपियण्ट् व्रीहेभ्यः व्रीहेभ्यः संयच्छ. न, राजा व्रीहीन् विप्राय संयच्छते. तावदेव. तर्हि विप्राय इति वदति चेत् तत्र संयच्छते इति अस्ति. परन्तु विप्राय इति भवति तत्र चतुर्थीप्रयोगः कृतः. चतुर्थीप्रयोगः चतुर्थी विभक्तिरूपेण प्रयोगः कृतः भवत्या, तर्हि तत्र सञ् यच्छति इति रूपं न भवति, सञ् यच्छते इति रूपं न भवति, सञ् यच्छति इत्येव भवति. चतुर्थी रूपमेव नास्ति चेत् यदि राजा न दातव्यं शिष्य तत्र विप्राय न दातव्यम् आसीत् तथापि दत्तं चेत् तदानीं भवति वदति राजा किं राजा विप्रेण व्रीहीन् संयच्छते इति वदति. तृतीयविभक्तिप्रयोगः अस्ति इति कृत्वा वयं ज्ञातुं शक्नुमः अशिष्टव्यवहारः अस्ति इति, यदि तादृशमस्ति. अवगतं खलु? शिष्टव्यवहारः अशिष्टव्यवहारः इति ज्ञातुमेव तत्र आत्मनेपदप्रयोगः. अशिष्टव्यवहारः अस्ति चेत् भवति, तर्हि तत्र चतुर्थीविभक्तिः न भवति, तृतीयविभक्तिः भवति. सामान्यतया यः दानं स्वीकरोति तस्य चतुर्थी भवति, परन्तु यदा तृतीयविभक्तिः भवति तदानीम् अशिष्टव्यवहारः इति ज्ञातुं शक्नुमः. दातुं न इच्छति इति वा अतः वा? दातुं न इच्छति नास्ति, ददाति, परन्तु सामान्यतया न दातव्यं तस्य कृते ददाति. जनरली नाट् सपोज् टु गिव्, इट् इस् नाट् द डीसेण्ट् बिहेवियर् टु गिव् इन् टु सच् अ पर्सन्. फार् इन्स्टेन्स् यथा तत्र उक्तं खलु, तत्र उपाध्यायेन सक्तुन् सम्प्रयच्छते इति. तत्र स्टूडेण्ट् इस् सपोज् टु गिव् गुड् थिङ्ग्स् टु द टीचर् अण्ड् नाट् गिव् यु नो बेड् थिङ्ग्स् टु द टीचर्. लैक् सपोज् इफ् यु हेव् रैस्, यु सपोज् टु गिव् रैस् टु द टीचर् अण्ड् नाट् कञ्जि. Right, you are supposed to give good fruits to the teacher, but instead of giving good fruits, he is giving some, you know, dry fruits or something which is spoiled. Then that is ashishta vyavaharah. Shishta vyavaharah nasti tadanim tatra upadhyaya iti chaturthi na bhavati tritiya bhavati upadhyayena ashishta vyavaharah yatha kartavyam tatha na karoti. Or else if he is same thing, he is giving only water to the teacher and he is eating food. Astu atra sagayamah atra ekam vaktum icchami asmakam lakshyam idanim tu sutranam avagamanam iti nasti tattu bhinna vishayah asti atra tu rupasya abhyasah anantaram kutra etani santi iti jnanam eva kinchit kinchit tat patitva avagachamah chet paryaptam. भगिनि संयच्छते रूपाणि वदामि भगिनि, लट् लकार लट् लकाररूपं वदतु. संयच्छते, संयच्छेते, संयच्छन्ते, संयच्छसे, संयच्छेथे, संयच्छध्वे, संयच्छै, संयच्छावहे, संयच्छे, संयच्छ अस्तु समीचीनम्. अपि च तत्र सम्प्रयच्छते इति रूपमस्ति खलु, तस्य तत्र लङ्गीरूपं किम् इति अग्रिमसप्ताहे वदन्तु. सम्प्रयच्छते इत्यस्य लङ्गीरूपं, लङ्गीरूपाणि. अस्तु इदानीमेव वदामि किम्. अस्तु वदतु, वदतु. सम्प्र इति उपसर्गौ, अयच्छत इति भवति, सम्प्रायच्छत इति आयाति खलु. समीचीनं, सम्प्रायच्छत, सम्प्रायच्छेतायच्छन्त. वदतु वदामि, सम्प्रायच्छताः, सम्प्रायच्छेथां, सम्प्रायच्छध्वं, सम्प्रायच्छावहि. समीचीनं, समीचीनम्. अस्तु अस्तु, अत्र स्थगयामः. धन्यवादः, नमस्कारः. इतोपि विशेषदातवः केचन सन्ति, तत् समाप्य अभ्यासं प्रति गच्छामः. धन्यवादः भगिनी, धन्यवादः, धन्यवादः भगिनी, धन्यवादः, धन्यवादः.